संसार समुद्र तार नौकायिताभ्याम् गुरु भक्तिताभ्याम् वैराग्य साम्राज्यद पूजनाभ्याम् नमो नमः श्री गुरु पादुकाभ्याम्। कवित्ववाराशि निशाकराभ्याम् गौर्भाग्यदावाम् बुधमालिकाभ्याम् दूरीकृतानम्र विपत्तिताभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम्। पतितां समीयु कदाचिदभ्याश दरिद्रवर्याः मूकाश्च वाचस् पतितां हिताभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम्। स्वाहा सहाय Shri Guru Paduka.